नमस्कारः. लृट् लकारः इति करपत्रं तस्य पुनस्मरणत्वेन आरम्भतः एकवारं किञ्चित् चिन्तनं कुर्मः. भगिनी आरम्भं करोति वा? भगिनी लृट् परिचयः इति ततः आरभ्य केवलं मुख्य अंशान् उक्त्वा गच्छामः. भगिनी सरला भगिनी चिन्तयती अस्मि. तर्हि अहं वदामि वा? भवती वदतु. प्रथमं अस्माकं प्रमुखसूत्रं विधायकसूत्रमस्ति लृट् शेषे च इति. लृट् लकारः आर्धातुकप्रक्रिया इति वयं तु वयं जानीमः एव. तदनन्तरं तत्र लृट् शेषे च इत्यनेन तत्र लृट् लकारस्य तत्र विधानं भवति. अत्र उच्यते सामान्यभविष्यत्कालार्थे लृट् लकारः भवति इति. तत्र यत्र तत्र किम् उक्तमस्ति इत्युक्ते क्रियार्थां क्रियार्थायां धातोः लृट् शेषे च इति उक्तमस्ति. भविष्यति किया क्रियार्थायां क्रियायाम् इति इत्युक्ते उपपदम् अस्ति वा नास्ति वा तत् तत्र अस्ति चेदपि नास्ति चेदपि तत्र लृट् लकारस्य विधानं भवति इति. तर्हि तत्र अस्माकं तत्र परिचयः तु कृतम् आसीत् तुमुण्णुळौ क्रियायां क्रियार्थायाम् इति. अस्मिन् विषये परिचयं कृतम् आसीत् यत्र वयं पठितुं तत्र किमस्ति पठितुं गमिष्यति इति खलु. अनन्तरं किम् आसीत् पठितुं गच्छति नो चेत् पाठकः गच्छति इति वयं पठितवन्तः. तत्र तु क्रियार्था क्रिया इति तत्र पठितुम् इति तु पठनार्थं तत्र क्रियार्थम् अन्या क्रिया क्रियते इति तत्र उक्तमासीत्. तथैव पठितुं गमिष्यति किमस्ति नुल् इति अत्र पाठकः गमिष्यति इत्यपि भवितुम् अर्हति. नो चेत् अन्यथापि तत्र लृट्रकारस्य विधानम् इति मम अहं स्मरामि. तथा अस्ति खलु. अग्रे तु तत्र उपपदं सप्तमीस्तम् इत्यनेन तत्र किम् अस्ति तत्र क्रियार्थां क्रियायाम् इत्यस्मिन् तत्र क्रियार्थायाम् इति तत्र क्षम्यतां क्रियायाम् इति सप्तमी अस्ति. अनेन वयं किम् अस्ति उपपदसप्तमी इति वयं तत्र अवगच्छामः. तत्र प्रथमवारं वयम् सामान्यनिमित्तसप्तमी भवति स्म अत्र तु उपपदसप्तमी अस्ति इति. किमर्थम् इत्युक्ते तत्र उपपदं सप्तमीसम् इत्यस्मिन् अधिकारे वर्तते इति मन्ये खलु. अधिकारे उपपदसंज्ञा भवति यत् सप्तमी पदमस्ति भोक्तुं किमस्ति भोक्ष्यसि भोक्ष्यति इति व्रजति इति. तर्हि न केवलं न केवलं तत्र नूल् अपि च लृट् अपि क्रियार्थायां क्रियायां तत्र प्रयोगः भवति. भोक्ष्यति इति व्रजति इति. अस्तु. अनन्तरम् अन्य अर्थः अपि अस्ति यत्र सामान्यभविष्यत्कालः इत्यस्मिन् अर्थे अपि अस्ति इति अन्यभागः अस्ति. अनन्तरम् उक्तमस्ति सामान्यतया सामान्य तत्र भविष्यत्कालविधानं तु लृट् शेषे च इति भविष्यद्यर्थे भविष्यति धातोः लृट् इति उक्तमस्ति खलु. तर्हि भविष्यदर्थे लृट् लकारस्य विधानं किन्तु अपवादभूतत्वेन तत्र लुट् लकारविध्यते अनद्यतने लुट् इत्यनेन यत्र अनद्यतनार्थे इत्युक्ते श्वः इति यत्र भवति तत्र तु लुट् लकारस्य विधानं भवति अनद्यतने लुट् इति. तर्हि लृट् शेषे च इति औत्सर्गिकसूत्रम् अनद्यतने भविष्यत्कालार्थे अनद्यतने लुट् इति विशिष्टसूत्रमस्ति. तत्र केवलं यत्र अद्यतनं न उच्यते तादृश अर्थे. अनन्तरं लृटः व्यवहारः कुत्र इति तत्र पठितमासीत्. तत्र तु उक्तमासीत् अस्माकं तु अनद्यतने केवलं लुट् भवति. तर्हि अद्यतनं यत् अस्ति तत्र तु लृट् भवति. अनन्तरं परश्वः इति यत्र अनद्यतनं नास्ति तत्रापि लृट् भवति इति उक्तमासीत्. तदनन्तरं तत्र अनद्यतनम् इति न केवलं साक्षात् श्वः किन्तु अग्रिमे वर्षे अपि यदि वयं तत्र अनद्यतनम् इति स्वीकृत्य कर्तुं शक्यते, अद्य नास्ति इति श्वः इति तादृशं शीघ्रम् आयाति इति वयं चिन्तयितुं शक्नुमः खलु. तर्हि श्वः भिन्न भविष्यत्कालार्थे लृट् लकारः इति अवगच्छामः. श्वो भिन्न इति भवति. कोष्टकमस्ति अहम्. तर्हि तत्र तत्र भविष्यत्कालार्थे, भूतकालार्थे तु वयं पठितवन्तः, तत्र अधुना न पश्यामः. तत्र तु अस्तु, तदपि पश्यामः. सामान्यभूतकालार्थे तु लुङ् लकारस्य विधानं भवति. तदनन्तरम् अनद्यतने तु लङ् लकारः, परोक्षे यत्र अस्ति तत्र तु परोक्षे लिट् इत्यनेन लिट्टकारस्य विधानं. तथा एव भविष्यद्यर्थे तु सामान्यभविष्यत्कालार्थे तत्र लृट्लकारः, अनन्तरं क्रियार्थायां क्रियायामपि लृट्लकारः भवति. अनन्तरम् अनद्यतने यत्र भवति केवलं तत्र लुट्लकारस्य विधानम्. शोभावि यत्र यत्र अस्ति, अग्रिमसंवत्सरे वा भवतु, तत्रापि शोभावि इति स्वीक्रियते चेत् तत्रापि भवति इति. अनन्तरम् उक्तम् आसीत् अभिज्ञावचने लृट् इति. भगिनी न श्रूयते भगिनी, तत्र भवत्याः ध्वनिः तत्र यत्र व्यामिश्रः भवति. आम् आम्, तत्र लिट् लकारस्य प्रयोगः भवति, लिट् लकारस्य प्रयोगः. तर्हि केवलम् अनद्यतनम् अस्ति श्वः इति अस्ति चेत् तत्र तु लुट् भवति, किन्तु यत्र व्यामिश्रणं भवति तत्र तु लृट् एव भवति खलु. तदनन्तरम् अभिज्ञावचने लृट् इति उक्तमासीत्. स्मृतिबोधक उपपदं यत्र आयाति तत्र तु यद्यपि अनद्यतनम् अस्ति तथापि लृट्लकारस्यैव भवति, लुट् बाधित्वा लृट्लकारस्य भवति यत्र स्मृतिबोधकम् अस्ति चेत्. उदाहरणार्थम् अत्र अस्माभिः पठितम् आसीत्, देवदत्तः भवतः मनसि स्यात् यत् वयं कश्मीरे वसामः स्म इति. तत्रैव तत्र किं भवति, तत्र वाक्यं भवति अभिजानासि देवदत्त काश्मीरेषु वत्स्यामः इति. तत्र स्मृतिबोधकम् अस्ति खलु, अभिजानासि इति स्मृतिबोधकम् अस्ति. तादृश उपपदे सति तत्र काश्मीरेषु वत्स्यामः इति तत्र तु वयं लृट्लकारस्य प्रयोगं स्वीकुर्मः. अस्तु, अनन्तरं न यदि वक्तुमिच्छति वा भगिनि? भगिनी मया पठितव्यं न, अहमपि पठित्वा एव वदामि. अन्य कोऽपि वक्तुमिच्छति चेत् वदन्तु, नो चेत् अहं तु तत्र दृष्ट्वा एव वदन्ती अस्मि. न यदि इत्यनेन यत् शब्दस्य योगे यत्र स्मृतिबोधकम् अस्ति चेदपि अनद्यतनार्थे तत्र लृट्लकारस्य प्रयोगः न भवति इति तत्र निषेधकम् अस्ति. अभिज्ञावचने लृट् इत्यस्य निषेधकं न यदि इति अस्ति. तत् यत् तर्हि यद् यद् इति वचनस्य प्रयोगं कुर्मः चेत् यद् यद् इति शब्दस्य, तदा तु वयं लृट् लकारस्य प्रयोगं न कुर्मः. अभिज्ञानासि कृष्ण यद्वने भुञ्ज्महि इति एव अस्ति. अत्र तु वयं भुञ्ज्महि इत्यस्य वयं किमस्ति लृट् लकारस्य प्रयोगं न कुर्मः. तत्र तु लङ् लकारस्य एव भवति इति वा. अत्र सामान्यसुधम् अनद्यतने लङ् इत्यनेन लङ् लकारस्य एव विधानं भवति. विशिष्टसूत्रस्य अनन्तरं किम् अस्ति, विभाषा साकाङ्क्षे इति आसीत्. विभाषा साकाङ्क्षे इत्यस्य नमस्कारः विमला भगिनी. नमस्ते, नमस्ते भगिनि. वयं तु तत्र अभ्यासं गते सप्ताहे तत्र ईडभ्यासः इति आवलीतः वयं तु अभ्यासान् समापितवन्तः. तर्हि अद्य तु केवलं लृट्लकारः इति आरम्भतः कुत्र कुत्र लृट्लकारः इति पश्यन्तः. तत्र तु तत्र उक्तमासीत् खलु, पुनः एकवारं वदामि, तत्र तु लृटः व्यवहारः कुत्र इति आसीत्, तत्र तु उक्तमासीत् तत्र लृट् शेषे च इत्यनेन सामान्यवंशदर्भे अनधिकृतमस्ति चेत् लुट् एव भवति, अनधिकृतं लुट् इति विशिष्टसूत्रम् अस्ति, किन्तु अनधिकृतं विहाय शोभाविहाय को भिन्न भविष्यत्कालार्थे लृट् शेषेच्छेत्यनेन लृट् लकारस्य प्रयोगः, तदनन्तरं क्रियायाम् अनेन सूत्रेण एव लृट् शेषेच्छेत्यनेन सूत्रेण एव क्रियार्थायां क्रियायां तत्र लृट् अपि भवति, तत्र क्रियार्थक्रिय उदाहरणं पठितुं गच्छामि इति यत्र वदामि तत्र तुमन्नुलौ इति सूत्रेण क्रियार्थां क्रिया तथा एव अत्रापि पठिष्यति इति गच्छति इति वक्तुं शक्यते. लृट् लकारस्य पठितुम् इति तुमन् प्रत्ययस्य स्थाने लृट् अपि तत्र भविष्यति. तदनन्तरं तत्र अन्यथा तत्र लृट् व्यवहारः अग्रे कुत्र कुत्र अस्ति इति तत्र कुत्र विशिष्टकार्याणि कानिचन सन्ति यत्र लृटः व्यवहारः भवति. यद्यपि किमस्ति अभिज्ञावचने लृट् इति एकं कृतमस्ति, तत्र तु यद्यपि शोभावी अस्ति अनद्यतनमस्ति तथापि अनद्यतन इत्युक्ते अनतरणे भूतकालः अस्ति, भूतकालार्थे अपि तत्र लृट् लकारस्य प्रयोगः भवति यदा अभिज्ञावचने अभिज्ञावचनम् उपपदं भवति चेत्. अभिजानासि देवदत्त इति प्रयोगः यत्र भवति स्मरति खलु इति अभिज्ञानम् अभिज्ञावचनं प्रयोगं कृतवान् तदा तु वयं भूतकाल अनद्यतनभूतकालार्थं सूचयितुं किञ्चित् शोभावि भूतकालार्थं सूचयितुं वयं देवदत्तः कास्मीरेषु वत्स्यामः इति लृट् लकारस्य प्रयोगः भवति. यद्यपि भूतकालः तथापि लृट् लकारस्य प्रयोगः भविष्यति, किन्तु तस्य अभिज्ञावचने लृट् इत्यस्य एव साक्षात् निषेधकम् अस्ति न यदि इति. तत्र तु सूत्रं वदति यत्र यत् शब्दस्य प्रयोगः भवति तत्र किम् अस्ति अभिज्ञानासि देवदत्त यत् इति स्वीकुर्मः चेत् यत् इति वदामि चेत् अत्र काश्मीरेषु वत्स्यामः इति अनुक्त्वा अभिज्ञानस्य देवदत्त यत् इति स्वीकृत्य काश्मीरेषु इति वदामि चेत् वयं तु तदा तु केवलं तत्र तु किम् अस्ति लङ् लकारः वा तत्र तु लङ् लकारस्य प्रयोगः भवति. किमस्ति अवसाम इति भवति खलु अवसाम इति भवति. अनन्तरं विभाषासाकाङ्क्ष इति अग्रे सूत्रमस्ति. तत् किं बोधयति इत्युक्ते स्मृतिबोधक उपपदं सति तत्र अनद्यतनभूतकालार्थे विकल्पेन भवति यत् शब्दस्य प्रयोगेपि अस्ति वा नास्ति वा तदापि लृट्लकारस्य प्रयोगः भवति. कदा इत्युक्ते यदा सम्बन्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूर्णार्थं, तत्र सामान्यतया यदि इत्यनेन लङ्लकारः भवति स्म, यत्र अनद्यतनभूतकालार्थे स्मृतिबोधकम् अस्ति चेत् न यदि इत्यनेन लङ्लकारस्य भवति स्म, किन्तु यत्र तत्र सम्बन्धक्रियाद्वयम् अस्ति तादृशावस्थायाम् एकस्याः क्रियायाः आवश्यकता भवति अन्यस्याः क्रियायाः अर्थपूरणार्थं, तदा तु यद्यपि शब्दः अस्ति वा नास्ति वा भवतु विभाषासाकाङ्क्षे इत्यनेन तत्र तु लृट्लकारस्य एव विधानं भवति इति. उदाहरणार्थम् अभिजानासि देवदत्त काश्मीरं गमिष्यामः काश्मीरान् गमिष्यामः तत्र सत्तून् पास्यामः इति, अत्र तु गमिष्यामः पास्यामः इति सम्बन्ध एक तत्र किं सत्तून् तत्र गत्वा तत्र पास्यामः इति तत्र सम्बन्धः वर्तते इति कृत्वा अत्र तु वयं लकारस्य प्रयोगं कृतवन्तः. तत्र तु वयं यत् इति अस्ति वा नास्ति वा चेदपि तत्र प्रयोगं कुर्मः इत्युक्ते नासि देवदत्त यत् काश्मीरान् गमिष्यामः तत्र सुप्तुं सप्तून् पास्यामः इति प्रयोगं कुर्मः चेदपि तत्र तु भवति एव. अत्र तु विभाषासाकाङ्क्षेन तदनन्तरं किम् अस्ति आशंसायां भूतवच्च इति अन्य कोऽपि वक्तुम् इच्छति वा? अत्र तु भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षामि. यत् आशायाः इत्युक्ते तत्र आशीर्वादस्य इति मन्ये खलु, आशांसा इति. आशांसा इत्युक्ते यत्न लब्धं तत् तत् यत्न लब्धं तस्य कृते आशा अस्ति इति तादृश अवस्था. भविष्यत्काले एव भविष्यति आशंसा इत्युक्ते भविष्यत्काले भूतकालस्य वर्तमानस्य प्रत्ययः भवति. यद्यपि भविष्यत्कालः अस्ति किन्तु तत्र तु वर्तमानकालस्य वा भूतकालस्य वा प्रत्ययः भवति, न तु लृट्लकारः. अत्र तु लृट्लकारस्य निषेधः अस्ति खलु, लृट्लकारः न भवति. तत्र उदाहरणार्थम् उपाध्यक्षः चेत् अगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा, एते व्याकरणं अधीतवन्तः वा अधीष्महे वा अधीष्यामः अस्ति. तर्हि भविष्यत्कालार्थे त्रयाणामपि प्रयोगः साधु भवति. रुट्लकारः अपि प्रयोगः साधु, यद्यपि भविष्यत्कालार्थः अस्ति तथापि लघ्रकारः तु सामान्यतया साधु एव, किन्तु भूतकालस्य वर्तमानकालस्य अपि प्रयोक्तुं शक्यते यत्र आशा अव इति तत्र विवक्षायाम्. अनन्तरं क्षिप्रवचने लिट् इति अस्ति. क्षिप्र इति शब्दस्य नो चेत् तदर्थं तत्र पर्यायपदं किमपि वयम् उपपदरूपेण वयं स्वीकुर्मः चेत् तत्र तु पुनः आशायाः विवक्षायां लुट्लकारः भवति इति. अत्र तु अध्यापकः शीघ्रम् आगमिष्यति चेत् वयं शीघ्रमेव व्याकरणं पठिष्यामः इति. तत्र तु केवलं क्षिप्रशब्देन केवलं लुट्लकारः एव भवति, तत्र तु वर्तमानकालः भूतकालः न भवति. तदनन्तरं किम् अस्ति, किं वृत्ते लृङ्लटौ इति आसीत्. तर्हि किम् इति प्रश्नवाचकशब्दस्य प्रयोगः गर्हार्थे भवति चेत् तदा तु लिङ्ग्लकारः लृट्लकारस्य च प्रयोगः भवितुमर्हति इति. तर्हि तत्र किम् आसीत् उदाहरणं तत्र गर्हायां कतमोह को हरिं निन्दिष्यति, कतरो हरिं निन्दिष्यति, अधस्तन परिच्छेदे अस्ति भगिनी. कतर कतर हरिं निन्देत् इति. कतरः कतमः कतरः वा हरिं निन्देत् नो चेत् निन्दिष्यति वा. निन्देत् इति तत्र तु लिङ्ग्लकारः. अनन्तरं लृट्लकारः तु निन्दिष्यति इति. किं वृत्ति लिङ्ग्लकारः इति तदनन्तरं किम् अस्ति, अनवक्लुप्त क्लुप्त्य क्लुप्त्यम् अमर्षयोर् अकिं वृत्तेति. लृङ् लृङ् प्राकृतिते अपि अस्ति लृङ् इति लृङ्लकारः इति. तत् लृङ् अपि प्रयोक्तुं शक्यते इत्येव तत्र आसीत् खलु. तदनन्तरं किं तत्र अनवक्लुप्त्य अनवक्लुप्ति अमर्षयोर् किं वृत्तेति इति. यत्र असम्भावना नो चेत् अक्षमा अस्ति चेत् तस्मिन् अर्थे किम् इति पदस्य उपपदरूपेण प्रयोगं कुर्मः चेत् सकललकारानपि लकाराणाम् अपि अपवादत्वेन लिङ्लकारः लृट्लकारः च भवतः. भूतकाले वा भविष्यत्काले वा वर्तमानकाले वा भवतु, लिङ्लकारः लृट्लकारः च भवतु. यत्र असम्भावना नो चेत् अक्षमा इति अस्ति चेत् उदाहरणं नमर्षे नमर्षः अमर्षः इति तत्र अस्ति. भवान् हरिं निन्देत् निन्दिष्यति वा इति तत्तु विमर्श अक्षमा अस्ति इति वा तत्र किमस्ति. न सम्भावयामि न मर्षये तर्हि तथापि योजनीयम् उपपदं स्वीकर्तव्यं खलु. तर्हि न सम्भवया न सम्भावयामि भवान् हरिं निन्दे निन्दिष्यति वा, नो चेत् न मर्षये भवान् हरिं निन्दे निन्दिष्यति वा. किं किलास्ति अर्थेषु इति असम्भावना च क्षमा इत्यस्मिन् अर्थे पुनः किं किल इति शब्दस्य नो चेत् अस्ति इति शब्दस्य प्रयोगः यदा क्रियते तथापि लृट्लकारः भवति. अत्र तु केवलं लृट्लकारः अस्ति, लिङ्लकारस्य प्रयोगः न भवति. लृट् इति पुनः उक्तमस्ति इति कृत्वा लृङ् इत्यस्य लिङ् इत्यस्य अनुवृत्तिः भवति. उदाहरणार्थं न श्रद्धते न मर्षये वा किं किल त्वं शूद्राणां बुक्षसे इति. शेषे लृट् अयदौ इति इत्युक्ते यत्र यच्च इति शब्दः अनन्तरं यत्र इति शब्दः न स्तः तर्हि यदि भिन्न उपप अव्यय उपपदे सति चित्रीकरणार्थः इति करणार्थं कृते भवत्याः एव क्षम्यताम् अहमेव वदन्ती अस्मि, अन्य कोऽपि वक्तुमिच्छति वा? अरुणा भगिनी वक्तुमिच्छति वा महोदय? मणिमहोदय केवलं स्थूलरूपेण पश्यामः तावदेव खलु. किं वृत्ते लिङ्ग् भुटौ न पट करपत्रात् न पठामः भगिनि, केवलं स्म तत्र स्थूलरूपेण वदामः. किं वृत्ते लिङ्ग् भुटौ पठामि वा? वदतु भगिनि, मनसि यत् अस्ति तत् वदतु. किं वृत्ते लिङ्ग् भुटौ किम् इति प्रश्नवाचके अपि भगिनि शेषे लृड् यद् अयदौ इति सूत्रं तत्र शेषे लृड् अयदौ इति अस्ति खलु तत्र तद् पठन्तः स्मः. अधोभागे शेषे लृड् अयदौ इति अस्ति खलु तत् पठन्तः स्मः. तत्र तु उक्तमस्ति तत्र किमस्ति शेषे इत्यनेन यच्च यत्र इति शब्दान् विहाय अन्य यद्भिन्न अव्ययपदं तत्र प्रयुज्यते चित्रीकरणार्थं प्रयुज्यते तत्र तु लृट्लकारः भवति इति. उदाहरणार्थम् आश्चर्यम् अन्धः नाम कृष्णं द्रक्षसि इति तत्र तु किम् अस्ति अत्र तु चित्रीकरणमस्ति आश्चर्यम् इति उक्त्वा चित्रीकरणमस्ति तत्र सर्प्रैस् इति तत्र अर्थः भवति. अन्धः तु तत्र कृष्णं द्रक्ष्यसि इति उक्तमस्ति तर्हि अत्र तु अत्र यद् शब्दः नास्ति खलु अन्य अन्यत् नाम इति अव्ययपदस्य प्रयोगः कृतमस्ति खलु इति कृत्वा द्रक्ष्यति इति तत्र उक्तम्. बधिरः नाम व्याकरणम् अध्येष्यते इति आश्चर्यं चित्रम् अद्भुतम् इति स्वीकृत्य उक्त्वा वयं बधिरः नाम व्याकरणम् अधीष्यते इति तत्र आश्चर्यम् इति वदनीयम् इति नास्ति केवलं तत्र अर्थः सङ्गच्छति चेत् तत् पर्याप्तम् इति. तदनन्तरं पञ्च उपाङ्गकार्यं तावद् वर्तन्ते लृट् विधायककार्याणि सूत्राणि. तदनन्तरं तत्र उपाङ्गानि तत्र निष्पादनं तत्र क्रियापदनिर्माणस्य विषये वर्तते तत्र भगिनि अरुणभगिनी वदति वा भगिनि स्यतासि लृटोः इति तत्र अधोभागे प्रत्यादेशः इति अस्ति खलु पञ्चोपाङ्गकार्यम् इति केवलं वदतु प्रत्यादेशः लट्लकारस्य अदन्ताङ्गस्य कृते ये सिद्धतिं प्रत्यया सन्ति ते अपि लोट्लकारे अपेक्षिताः एषा साधना क्रिया पृष्ट्वा अनुज्ञेपदे आत्मनेपदे अस्तु रूपाणि प्रश्नमिति इत्युक्ते लट्लकाररूपमेव किं प्रक्रिया शीघ्रं गच्छामः भगिनि तत्र एकैकं न गच्छामः तत्र तु वदति तत् लट्लकारस्य रूपाणि चे इति वदति चेत् पर्याप्तम् अग्रे गच्छतु तर्हि अग्रे तु श्यतासि लृटोः लुति परे दातुतः सा इति कृत्वा अत्र तु लृट्लकारस्य विवक्षा अस्ति इति कृत्वा वयं स्य इति स्वीकृत्य स्यति स्यः स्यतः स्यन्ति इति प्रत्ययं तत्र साधयामः तथा एव स्यते स्येते स्यन्ते इति प्रत्ययं भवति अत्र श्यामः इत्यत्र तु अतो दीर्घो एङ् इत्यनेन दीर्घत्वं भवति इञ्ञादिप्रत्यये परे अदन्तङ्गस्य स इत्यस्य अकारस्य दीर्घः भवति अतो दीर्घो एङ् इति तदनन्तरं तत्र यत्र आदिश यत्र इडागमः यत्र यत्र इडागमः भवति तत्र तत्र आदेशप्रत्ययोः इत्यनेन षकारः भवति समीचीनं समीचीनं सरलभगिनी स्मारयति वा भगिनी तत्र धातु आदेशः इति किञ्चन धातु तत् प्रायः धातु आदेश इति अस्ति उदाहरणम् अस्ति भू अधधातुकप्रत्यय परे भवति अधातु भू इति विधीयते अथवा किम् उदाहरणं भविष्यति इत्यस्मिन्नेव भविष्यति इति भविष्यति इति सूत्रं तत् द्वितीयमस्ति भ्रुवो वचि भ्रू धातो इत्यस्य वच् आदेशः भवति आर्धधातुकपरे सो अत्र वच् इति वक्तव्यं तत्र चक्सिङ्ग् धातु चक्सिङ्ग् स्याङ्ग् भवति अपि वासिकेन सा अपि भवति चति परे सो ख्या वाख्या इति आगच्छन्ति रूपं द्वयम् अजेवि घञपो सो अज् धातु अजे धातु वि इति आदेश भवति आजधातुकविषये घञ् अप् वर्जति वा इति भवति अजे वि घञपो तस्य वयं जानीमः आदे के उपदेशे सिति इति यत्र ऐकार अस्ति तत्र आकार भवति आदेशे उपदेशे सति अनेन पश्यति इति परे इति यथा ध्येय ध्यासति अस्ति ग्लै ध्यासति ग्लै ज्ञासति इति रूपाणि आगच्छन्ति तदनन्तरम् अपि ग्लै इति अजन्तधातुः अस्ति अपि आत्वं भवति तदपि अनिटः भवति इति स्मर्तव्यम् आकारान्तधातवः सर्वे अनिटः सन्ति अपि एजन्तधातवः तथा अनिटः सन्ति भ्रस् इति वयं जानीमः अनिट् अस्ति किन्तु रूपं द्वयं भवति कारणकी भ्रस्यो रूपतयोरमन्यतरसाम् अनेन तु अत्र किं भवति यत् भ्रस् इति यद् धातुः अस्ति तस्य रेफ अपि उपधायां यत् सकार अस्ति तस्य द्वय वर्ण वयं वर्णद्वयं तस्य स्थाने रम् आदेश भवति, यदि रम् आदेश भवति तु इति भर्ज् भवति, तदनन्तरं वयं जानीमः झकार अस्ति भ्रश्च इति साक्षात् प्रतिपदोक्तत्वात् भ्रश्च भ्रश्च सिजमिज यज राज दशांश अनेन तत्र मूर्धन्यषकार आगच्छति। मूर्धन्यषकार यदि भवति तदनन्तरम् अस्ति स्यति लट्लकारस्य सिद्धतिङ् प्रत्यय स्यति अस्ति, यदि स्यति अस्ति तत्र अनिट् अस्ति तु इदागमनं भवति। षडोकहसि इति षकारस्य स्थाने ककार आगच्छति, षडोकहसि अनेन ककार तद् इण्को अनेन सकारस्य मूर्धन्यषकार भवति। तु भक्ष्यति इति रूपं भवति, यत्र भ्रश्चोरोपधयोरम् अन्यतरसाम् इति सूत्रं कार्यं न करोति, तत्र सामान्यसूत्रं भ्रश्च इति अस्ति, तदनन्तरं स्यति परे अस्ति, तत्र संयोगात्यस्य को संयोगातस्य लोप इति सकार संयोगस्य अन्ते आदौ अस्ति तु तस्य लोप भवति, सो भ्रज् भवति, तदनन्तरं समानप्रक्रिया वश्च वसेन शकारः तद् षडोक अस्ति सो तत्र भक्षति इति रूपं भवति। तो इति रूपाणि द्वयम् इति वयं जानीमः, भक्षति भक्षति इति रूपाणि भवति, भस् धातु कृते धातु अन्यत् अस्ति। धन्यवादः भगिनि। अग्रे अन्यः पठति वा भगिनि? अत्र ईकारस्य आकारः भवति मा इति, दीङ् इत्यस्य दा इति भवति, प्रभास्यति मास्यति अपि च उपदास्यति इति दीङ् इत्यस्य दा, तदपि अन्त्यस्य अलस्य स्थाने एव भवति ल्यपि विषये, अपि च एच् निमित्त षड्भिन्नप्रत्ययस्य विषये। अच्छा, शत् इति अर्धधातुकः अस्ति, इकारस्य एकारः भवेत्, अपि च शत् भिन्नप्रत्ययः अपि अस्ति, ल्यप्रत्यये परे अस्ति चेत् अथवा एच् निमित्तप्रत्ययः परे अस्ति चेत् इकारस्य आकारः भवति, मि भवति मा, मि असु मा, दि भवति दा, तदेव। अग्रिमे लिङ् श्लेषणे ली श्लेषणे इति, अत्र अपि च विकल्पेन आत्वादेशः भवति एच् विषये, एच् भवति इकारस्य एकारः भवति अर्धधातुके प्रत्यये परे सार्वधातुक अर्धधातुक इत्यनेन गुणवृद्धिः जायमानस्य तदा तत्र आत्वं भवति तस्य पूर्वमेव, यथा ली तस्य ला भवति, विराश्यति विराश्यति इति अत्र शब्दः अस्ति। अस्तु, अन्यस्मिन् पक्षे विलेष्यति इति विभाषा इत्यनेन क्रियादौ वा द्विवादौ वा विकल्पेन आत्वादेश अस्तु इति गुः इत्यत्र उपधायाः गोः इत्यनेन गुः इत्यत्र उपधायां सदस्य उकारस्य गुणादेशः भवेत्, परन्तु अजाजप्रत्यये परे अत्र उत् आदेशः भवति, यदि गुणहेतौ अजाधौ प्रत्ययः अस्ति च उत् प्रथमान्तः अस्तु। अत्र अचिष्णु धातु भ्रुवां युवोरिवगङ्ग इत्यस्यात् अचित्यस्य अनुवृत्तिः, किमर्थम् अचित्यस्य अनुवृत्तिः गोः अङ्गसपदायाः उत् अचि देव आर्धातुकस्य निमित्तमपि नास्ति इति अस्ति, गुः अच अस्तु गुः योग शप् तत्र अकारः आगच्छति अस्तु, गुः शप्ति अजाजप्रत्यये परे ऊकारः भवति, गुः गुः गुः गुहति इति गुहति इन्स्ट् गोहति गोहति न भवति गुहति इति ऊद् उपधायाः गोः इत्यनेन गुणकार्यं प्रबाध्य दीर्घ उकारः भवति अतः किञ्चित् लुट्लकारे तु गुहिष्यति एडागमपक्षे केवलम् इति अच्छि परे इति भवति एडागमपक्षे एव गुः भवति अन्यत् पक्षे इति स्मर्तव्यं गुहिष्यति इति अपि कारणकी हकार अस्ति तत्र घोक्ष्यति इति एकाचपि प्रक्रिया वदति वा भगिनि गोक्ष्यति इत्यस्य सरला भगिनी वदति किम् अहं वदामि अस्तु गुः इति प्रक्रिया भवति स्यति परे इति स्यति स्युति स्वरति सुति सुति सुयति धूनुजितो नेम धातु वेद् अस्ति एकपक्षे अन्यत् अस्ति अन्यपक्षे स्टेट् भवति यस्मिन् पक्षे अन्यत् अस्ति तत्र गुः योगस्यति इति भवति तो अत्र होड अनेन हकारस्य स्थाने ढकार आगच्छति तो गुढ् भवति तत्र ढकार इति चतुर्थवर्णः अस्ति झषि अस्ति सो इति झच् परे अस्ति तत्र गकारस्य स्थाने चतुर्थवर्णः आगच्छति घ भवति तत्र गुढ इति भवति गुढ योग चति यत्र अस्ति अत्र इति झलि परे भवति एकाशोभाशोभश्च तदा भवति यदि स्यत् सकारवाध्वम् इति परे भवेत् अतः गोढ योग स्यति इति अस्ति क्षम्यतां प्रथमं पुगन्तलघुपदस्य उकारस्य गुणः भवति गोढ गोढ गोढ योगस्यति तदनन्तरं षडोकः अस्ति अनेन ढकारस्य ककारः भवति सो घोक् भवति घोक् योगस्यति अनेन इदानीम् आदेशप्रत्ययो अनेन मूर्धन्यषकारः भवति तु घोक्ष्यति इति रूपं भवति अन्यत् पक्षे यत्र यदागमः अस्ति तत्र गुः योग स्यति इष्यति इति भवति इदानीं तो यदि इदानीम् अचि परे अस्ति तो यदि अचि परे अस्ति तु उजुपदाया गोः अनेन तु प्रथमं गुः तत्र पुगन्तलघुपदस्य अनेन गोः भवति तदनन्तरं होड इति सूत्रेण न घोड न भवति इति गुहिष्यति इति रूपं गुहिष्यति अत्र ढकार ढकार न भवति भगिनि ढकार न भवति कारणति गुहिष्यति इति भवति रूपं न गुहिष्यति गुहिष्यति गुहिष्यति गुहिष्यति आम् अग्रे अन्य कोऽपि वदतु मणिमहोदय वक्तुम् इच्छति वा गृह अपादान आं महोदय ग्रही ग्रही लिटि दीर्घः ग्रहो लिटि दीर्घः एकाच् ग्रहदातोः इडहमस्य दीर्घः भवति यदा इडहम भवति अत्र ग्रहीष्यति इति रूपं भवति परन्तु इडहमपक्षे दीर्घ भूत्वा ग्रहीष्यति इति रूपं भवति तदपि अर्धदत्तप्रत्यय अपि महोदय तत्र लृट्लकारः तु पूर्णतया आर्धात्मकप्रक्रिया वर्तते भगिनी धात्वादेशसार्वधातुकप्रत्ययपरे भवन्ति आर्धात्कप्रत्ययपरे एव धात्वादेशः भवन्ति खलु सामान्यतया इति धात्वादेश सार्वधातुकप्रत्ययपरे नास्ति साधु धात्वादेशः सामान्यतया नास्ति किन्तु पिब धातोः पा पिब साक्षात् सूत्रम् अस्ति साधु द्वादिके पा घा जा इति जा इति तद्विहाय अन्यथा तु सामान्य एतादृशगमीयां च तत्रापि तत्रापि चकारः अस्तु द्वयमेव स्मरणीयः पठतु महोदय. अधोलोप यदा अदन्ताङ्गस्य अङ्गम् अङ्गम् अन्तिम अकारः अस्ति चेत् अत्र अकारः आदधातुप्रत्यये परे लोपो भवति. उदाहरणम् उदाहरणकमपि तत् न दत्तं वा महोदय? आदधातुप्रत्यये मात्रं वा अन्य अजादी अस्ति वा? अत्र अतोलोपः इति किमर्थं दत्तमस्ति अत्र अतोलोपः इति? अकारस्य लोपो भवति, धातोः अन्तिम अकारस्य लोपो भवति यदा आर्धधातुप्रत्ययः भवति चेत् तदेव. तर्हि अत्र किमर्थं चिकीर्षिष्यति इत्यस्य तत्र किमर्थम् अत्र दत्तमस्ति? विषयान्तरमस्ति खलु इति मम प्रश्नः. भगिनि अत्र योगः किमर्थं चिकीर्षत्यस्य विषयः इति भगिनि अत्र किमर्थं दत्तम्? अत्र तु ग्रहधातोः विषये उक्तमस्ति खलु. तस्य उदाहरणमस्ति चिकीर्ष अतोलोपः इति किमर्थं तत्र एतादृश यति अस्ति न इष्यति चिकीर्ष इति धातुः तु सनन्तधातुः अस्ति खलु. केवलं तत्र यत्किमपि सनन्ददातुः भवतु तत्र धातुः कृते अपि लिप्लकारस्य प्रयोगः अस्ति आम् सत्यं. तर्हि तादृशसनन्तानाम् अतोलोपः भवति इति सामान्यमस्ति खलु. अत्र तु न केवलं चिकीर्षति इत्यस्ति किन्तु सर्वेषां सनन्तानामपि अतोलोपः इति कार्यं भवति खलु. कारणकि लिप्लकारस्य रूपम् अस्ति अत्र महोदयेन तत्र उदाहरणं दत्तमस्ति अत्र अहं चिन्तयामि. किन्तु तत्र एवं वक्तव्यमस्ति खलु परिच्छेदस्य शीर्षकं न दत्तमस्ति खलु. अत्र सनन्तधातु अदन्तानां धातूनाम् इति प्रायः दत्तं दातव्यम् आसीत्. अग्रे अग्रे महोदय वदतु महोदय. यस्य हलः अत्र यस्य हलः यदा यकारलोपः भवति चेत् हल् उत्तरशब्दस्य आधारतप्रत्ययपरे यकारः भवति. उदाहरणं यकारस्य शब्दः लोपो भवति उदाहरणं वेभिद्य यकारलोपो भूत्वा वेभिदिष्यति यदे इति रूपं भवति. कीदृशरूपम् वेभिद्य यस्य लहलः इत्यनेन यकारस्य लोपः भवति तत्र सनन्तानां पुनः अकारस्य लोपः भवति अन्तिम अकारस्य लोपः साधु. यस्य विभाषा इत्यनेन क्यच् वा क्यङ् वा तत्र अस्य पुनः प्रत्ययस्य एव लोपः भवति आहत्य पूर्णप्रत्ययस्य लोपः भवति यस्य विभाषा इति हलः उत्तरस्य. अपि तदनन्तरं वयं गीता चर्चा कृतवन्तः य शब्दस्य यदि सङ्घातग्रहणम् अस्ति तदानीं त्रयं सूत्रत्रयमपि न केवलम् एकस्य धातोः विषये अस्ति न तु धातु आदेशः नास्ति अत्र त्रयाणामपि प्रत्यस्य विषये अस्ति. तत्र उदाहरणार्थं सनन्तानाम् अतोलोपः यमन्तानां यस्य हलः यस्य विभाषा इति तु क्यच् क्यङ् प्रत्यये परे त्यजन्तानां यङन्तानाम् अस्य सूत्रं भवति खलु. प्रायः पृथक् तत्र तत्र दत्तं चेत् इतोपि सरलम् अवगमने सरलं पुनः पश्यतु अत्र कृपेश अवकल्कने इति तु तत्र एकस्य धातोः पुनः अनुवर्तते. अस्तु अग्रे पठामः वा महोदय पूरयति वा तत्र अग्रे अग्रिमं यस्य विभाषा अत्र यशः य शब्दस्य पूर्णतया लोपः भवति परन्तु यस्य विभाषा किं महोदय? क्षम्यतां वदतु महोदय. अत्र नित्यं भवति परन्तु यस्य विभाषादिसूत्रेण हल् उत्तरस्य यकारः विकल्पेन लोपो भवति. तदेव यकारस्य लोपः नास्ति अत्र, अत्र तु पूर्णप्रत्ययस्य एव लोपः भवति, प्रत्ययलोपो भवति इति खलु, न तु य शब्दस्य लोपः. केच् इति पूर्णप्रत्ययस्य एव लोपः भवति, इत्युक्ते केच् इति किम् अस्ति, पूर्णतया प्रत्ययस्य एव लोपः भवति महोदय अत्र. किञ्च् इति प्रत्ययस्य लोपः, किम् इति प्रत्ययस्य एव लोपः भवति. यस्य हलः य शब्दस्य लोपः अस्ति, केवलं लोपः अस्ति, किन्तु यस्य विभाषा इत्यस्मिन् पूर्णप्रत्ययस्य एव लोपः, न तु य शब्दस्य. अत्र यकारः एव तिष्ठति, तत्तु यकारस्य चच् प्रत्ययस्य यकारः एव तिष्ठति, तद् एव पूर्णतया लोपः लोपः भवति. तत्र भेदः कः इत्युक्ते, कस्य विभाषा इति केवलं केच् क्यङ् इत्यनयोः एव भवति, अन्य यकारान् तत्र यकारः य शब्दः यत्र वर्तते येषु रूपेषु वर्तते तत्र तु यस्य हलः इत्यनेन य शब्दस्य लोपः भवति, न तु पूर्णप्रत्ययस्य लोपः. उदाहरणार्थं यस्य हलः इत्यस्मिन् तत्र किम् अस्ति, बिभिद्य इत्यस्मिन् तत्र भेदः कः इति द्रष्टव्यः. एकत्र पूर्णप्रत्ययस्य लोपः, अन्यत्र य शब्दस्य लोपः इति दत्तमस्ति. केच् केङ् अस्ति चेत् पूर्णप्रत्ययस्य लोपः. यकारः कथम् आगच्छति, तत्र तु केङ् प्रत्यय यङ् प्रत्ययः अस्ति. न, मम प्रश्नः एवम् अस्ति, यत्र इत्यनेन विभाषा इत्यनेन केवलं विकल्पेन भवति इति एव अत्र सूत्रस्य आशयः अस्ति. अस्तु, नो चेत् एतत् स्म, तदेव महोदय उक्तवान्, समीचीनं महोदय. मम दर्शनं भगिनी, पूर्णशब्दस्य प्रत्ययस्य ककारस्य इति दशकृतवृत्ते संज्ञा चकारस्य हलन्त्यनेन अवशिष्यते, तु यदि संविदति अस्ति उभयत्रापि प्रत्ययनिमित्तं तु तिष्ठति एव उभयत्र, केवलम् अत्र विभाषा इत्यनेन तत्र विकल्पेन लोपः भवति, विकल्पेन रूपं द्वयमस्ति, सूत्रितमस्ति. समीचीनं, नित्यं भवति परन्तु विभाषा इत्यनेन विकल्पेन भवति, तदेव मम अवगमनम्. सम्यक् उक्तवान्, मम दोषः. रोलः इत्यनेन कृप् इत्यस्य ऋकारस्य रेप स्थाने लकार आदेशः, अतः रूपं भवति कर्प् इति भवति, अनन्तरं रकारस्य स्थाने रेपस्य स्थाने लकार भूत्वा कल्प् इति भवति. स्यप्रत्ययपरे कल्पिष्यते, उभयपद्ये अस्ति, अतः उभयपदस्य कल्पयते इति आत्मीयपद्ये अस्ति, परस्मैपद्ये अपि भवति. अतः किन्तु महोदय अत्र तथा अत्र वेट् अपि अस्ति, वेट् आं महोदय, वेट् अस्ति चेत् कर्प् कृप् इति स्थाने क्रश्यति इति रूपं भवति. इत्युक्ते यत्र आत्मनेपदी अस्ति तत्र तु वेट् अस्ति इति कृत्वा रूपद्वयं भवति, कल्पिष्यते कल्प्स्यते इति रूपद्वयं भवति. किन्तु यत्र परस्मैपदी अस्ति तत्र तु सातासि च कृपः इति सूत्रेण इडागमनिषेधः भवति, तत्र तु परस्मैपद्यां तु एकमेव रूपं कल्प्स्यति इति एव रूपम्, इडागमः न भवति, वैकल्पिकं रूपं नास्ति, इडागमः नास्ति, परस्मैपदी इति रूपः इत्यनेन इडागमः न भवति, तर्हि एकमेव रूपं. धन्यवादः महोदय. धन्यवादः. अग्रे तु इडागमः इति चिन्तनं केन उच्यते, वदतु भगिनि, भवती वदतु भगिनि, अरुणा भगिनी. इडागमः जानीमः यत् इडागमः तदा भवति तत् तदा प्रत्ययः इदनुकूलः दातु अथवा करपत्रं न पठनीयं भगिनि, करं मा पठतु भगिनि करपत्रं, समयः न अन्यतमवर्णः भवति वलादि नाम बल् प्रत्ययः आदर्य तर्हि वलादि प्रत्ययः अस्ति इति कृत्वा अत्र तु स्यप् प्रत्ययः वलादि अस्ति इति कृत्वा इडानुकूलप्रत्ययः केन सूत्रेण इत्युक्ते आर्द्रधातुकस्य इड् वलादेः इति सूत्रेण. समीचीनम्. अग्रे तु किमस्ति, अनन्तरं धातुः सेट् अनि अथवा वेट् इति वयं तत्तु उक्तवन्तः खलु, तत्तु अस्माकम् आवलिः वर्तते, सेट् अनिट् आवलिः वर्तते. तदनन्तरं ऋकारान्तां तु स्यप्रत्यये परे तत्र तु विशिष्टेन तत्र ऋधनोः इत्यनेन हन्धातोः च ऋकारान्तधातूनां च स्यप्रत्यये परे इडागमः भवति इति विशिष्टनियमः अस्ति. महोदय वर्गे उक्तवान् सुळ धातु यत् अस्ति तत्र सृति स्युति अनेन वेट् वेट् भवति, किन्तु भवती महोदयं सूचितवती स्वरधातु इति अस्माकम् आवल्यां रूपं द्वयं दत्तमस्ति, तद् वेद् स्वर्षति वा स्वरिष्यति इति, किन्तु रिदनो अस्ति अनेन केवलं यदागमपक्षे एकरूप एव वेद् न भवति, नित्यं स्वरिष्यति इति रूपं भवति, रूपं द्वयं न भवति. भवती सूचितवती महोदयम् इति महोदय वर्गे उक्तवान्. अहं चतुर्थी कस्मिन् विषये? आमाम् आमाम् आं भगिनि, प्रगतवर्गे वयं कृतवन्तः खलु. आमां भवती महोदयं सूचितवती, महोदय वर्गे उक्तवान् अनेन नित्यं रूपं भवति एक एव. तत्र किम् आसीत् इत्युक्ते स्वृ धातुः इति नित्यम् इडागमः भवति इति, रुदनोः स्ये इति सूत्रेण नित्यं भवति, अत्र तु वेट् न भवति इति खलु, स्य प्रत्यये परे वेट् न भवति, स्वरिता स्वर स्वर्ता तस्य रूपं द्वयम् अस्ति, स्य प्रत्यये परे एव एक रूपं भवति अनेन सूत्रेण. तदनन्तरं किम् आसीत् अग्रे भगिनि? अस्तु, वर्गे किञ्चित् चर्चा कृता, परन्तु तदापि मम मनसि स्पष्टः नास्ति. अहं चाट् मध्ये स्थापितवती प्रच्छ इति इत्यस्य शब्दस्य, अपि च छोः शूडनास्ति इति तस्य अपि किञ्चित् चर्चा करणीयं भवतः सहायेन. शोः शूड् अनुनासिके अनन्तरं प्रच्छ इति अस्ति वा? अहं चाट् मध्ये स्थापितवती द्वावपि, यतोहि प्रच्छ इत्यस्य शति प्रत्यपरे प्रक्षति इति रूपं, परन्तु अत्र प्रच्छ इति छेच इत्यनेन प्रच्छ इत्यस्य प्रच्छ भवति, तत्र डिरेक्ट्लि व्रश्च भ्रश्च सजमज राजभ्राज चषामिति तेन शत्वं भवति, मूर्धन्यषकारः. अस्तु, वर्गे तस्य वा गतवर्गे न, तस्य पुर तस्य द वन् बिफोर् देट् भगिन्या उक्तं यत् छोः शूडननासिके इत्यनेन छकारस्य तालव्यषकारः भवति, तस्य पश्चात् पश्च भश्च इत्यनेन मूर्धन्यषकारः भवति इति. एकमेव सूत्रं पर्याप्तं चेत् सूत्रद्वयस्य आवश्यकता नास्ति. तदा भगिन्या उक्तं यत् जलादौ अस्ति खलु इति, तदेव मम संशयः. यतोहि श्वोः शूडनास्के इत्यत्र उक्तं जलादौ कीटिङ् इति प्रत्ययपर इत्युक्ते जलादौ अस्ति चेदपि कीटिङ् इति भवितव्यं किम् इति, अनुनासिकादौ अथवा जलादौ कीटिङ् इत्युक्ते जलादौ अस्ति परन्तु कीटिङ् इति नास्ति, स्यति प्रत्ययः जलादौ कीटिङ् इति नास्ति खलु. आं भगिनि, तत्र उभयता स्वीक्रियते जनैः इति, तत्र कुत्रचित् तत्र अनुवृत्त्यां तत्र निति इति न स्वीक्रियते इति मन्ये भगिनि, तादृशभेदाः वर्तन्ते इति कृत्वा तत्र तत्र सोपानेषु तत्र भेदाः वर्तन्ते, भेदः वर्तते, किन्तु अन्ततो गत्वा तु वयं समानं वयं रूपं प्राप्नुमः इति अस्ति. सा उक्तवती, परन्तु यदि उदाहरणं पश्यामः चेत् त्वच् त्वच् नङ् अत्र गीत् अनुनासिकादौ प्रत्यस्य कृते नङ् इति प्रत्ययः प्रश्न इति भवति. कित् जलादिकित् प्रत्यये परे इत्युक्ते त्वच् योगः उत्तनिष्ठा प्रत्ययः, तत् जलादिकित् अस्ति. अपि च अङ्गादि विद्यमानस्य क्विक् प्रत्ययस्य अपि अस्ति, परन्तु जलादि ङित् प्रत्ययस्य उदाहरणं नास्ति. तदेव अत्र किं पश्यतु, श्वोः षुडनुनासिके च इति अष्टाध्यायी डाट् काम् मध्ये पश्यतु चेत् तत्र सूत्ररचनाविशेषाः इति कश्चित् किमपि कोऽपि भागः वर्तते. तत्र पश्यति तृतीयभागे तृतीयबिन्दौ, अस्मिन् सूत्रे ङिति इति पदस्य अनुवृत्तिः नैव करणीया इति कश्चन गौणपक्षः अस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थितः अस्ति इति. महाभाष्यव्याख्याने एवं दत्तमस्ति, केचनाः ङिति इति न स्वीकुर्वन्ति इति. यदि तथा न स्वीकुर्वन्ति चेत् सर्वेषु जलादिप्रत्ययेषु किं भवति, सहितचकारस्य शकारादेशः तालव्यशकारः प्रथमं भूत्वा तदनन्तरं पुनः भ्रश्य भ्रश्य इत्यनेन अस्तु. भव यत् भवती उक्तवती यत् कुत्र अस्ति न दृश्यते, श्वोः षूडनुनासिके तत् लब्धं, परन्तु तत् महाभाष्यस्य टीकायां तत्र सूत्ररचनाविशेषाः इति अस्ति. ओ तत् तत् न दृष्टम्, अत्र नास्ति खलु अष्टाध्यायाम्? अष्टाध्यायमेव अस्ति भगिनि, तत्र महोदयेन तत्र तत्र रचितं, तत्र प्रथमभागः अस्ति, प्रथमभागे एव तत्र पञ्चमः तत्र दिव् तदनन्तरं दिव्धातोः रूपसाधनं कृतमस्ति, तदनन्तरं सूत्ररचना. अष्टाध्यायमस्ति किम्? आं भगिनि. क्षम्यतां, यदि यदि शक्यते तत् कापि पेस्ट् कर्तुं शक्नोति किं, यतोहि अत्र व इत्यस्य अस्ति, क्विप् प्रत्ययस्य अस्ति, जलादिकित् अस्ति, दिव उत् दिव अस्ति, दिव उत् अङ्गाति विद्यमानस्य क्विप् प्रत्ययपरे. अस्तु अस्तु अस्तु अस्तु, लब्धं सूत्ररचनाविषयः लब्ध भगिनि, लब्ध पठामि. अस्तु, तृतीयं बिन्दुः, तत्र केचनानां मतं तथमस्ति भगिनि, अपि साधु भवति यदि भवती तत्र कस्मिन् पक्षे भवत्याः मनः गच्छति तादृशं स्वीकर्तुं. अस्तु, महोदयेन तु तत्र किम् अस्ति, महोदय तु नीति इति अनुवृत्तिं न पाठितवान् इति मन्ये, यदा महोदय तु अल्पे पाठितवान् तदा तु महोदयेनपि नीति इति न स्वीकृत्य तत्र प्रथमं तु श्वः शुडनु नासीत् इत्यनेन शकारः, तदनन्तरं वर्षवर्ष इत्यनेन महाशकारः इति पाठितम् इति. काशिकां भाष्यं वा पश्येयुः. अस्तु अस्तु भगिनि, धन्यवादः, तदेव मया न दृष्टं सूत्ररचनाविषयम्. अस्तु, अद्य अवगतं, धन्यवादः. एकनिमिषं इदानीं कुत्र स्तः? इदानीं तु वयं ऋद्धनोः स्य इत्यस्मिन् विषये वयं चर्चितवन्तः. तदनन्तरं ते आसिखि कृत श्रुत श्रुध श्रुद्ध कृद नृत इति सूत्रमस्ति, नृतः इति सूत्रम्. क्षम्यतां, तस्मात् पूर्वं भगिनी सर्वमपि तत्र भवत्याः प्रश्नानाम् उत्तरं प्राप्तं खलु? प्राप्तं भगिनि, धन्यवादः. कोऽपि वक्तुमिच्छति वा तत्र ते असिचि कृत श्रुत श्रुत विमला भगिनी वक्तुमिच्छति वा? अयो भगिनि, अहं न पश्यामि. भवती वदतु, भवती वदतु. करपत्रं दृष्ट्वा एव कुर्वन्तः स्मः. तद् जानामि, परन्तु अष्टाध्यायामस्मि, अन्य कोऽपि करोति किम्? पुष्पा भगिनी वक्तुं शक्यते वा? अग्रे पुनः तर्हि सम्यक्तया न वक्तुं शक्नोमि. सरला भगिनि वक्तु. शुचि कृत् श्रुत् श्रुत् श्रुत इति अकारस्य उच्चारणं भगिनि. पठितवती, यदा पठितवती कृत् श्रुत इति पठितवती, कृत श्रुत इति अकारस्य उच्चारणं मात्र सम्भवति. कृत श्रुत श्रुत श्रुत नृतः इति इति हलन्तधातु संस्कृतै कृत् श्रुत् सूत्रस्य पठनं कृतवती. ओ से शुचि कृत् श्रुत श्रुत श्रुत नृतः. अस्तु, क्षम्यताम्. इति उच्चारणार्थम् अकारस्य तत्र साधु. आम् आम् अस्तु. ते ये पञ्चधातवः सन्ति कृत् कृत् इति रुदादिगण्यधातुति, छृत् इति अपि तुदादिगण्यधातु, छृद् इति रुदादिगण्यधातु, छृद् इति तुदादिगण्य, नृत् इति द्वादिगण्य. तु वयं नृत् इति सम्यक्तया जानीमः. सिच् भिन् सकारादि आर्धधातुकप्रत्ययपरे विकल्पेन यदागमः भवति. सो सिच् भिन् सो अस्माकं जो स्यति अस्ति सिच् भिन् अस्ति. सिच् भवति लुङ् लकारे, चिल्लि इति सिच् आदेशजन्त्री भवति, तत्र सिच् आगच्छति. सो सिच् भिन्न सकारादिप्रत्ययपरे अस्माकं प्रकृत लिट् लकार अस्ति अस्मिन्, तस्य अत्र प्रसक्तिः भवति. सो विकल्पेन यदागमः भवति. एते धातवः सन्ति तेषां परे इति भवति. तो इति स्मर्तव्यं. यथा उदाहरणं दत्तमस्ति, श्रुत् कृतति, कर्ष्यति, कर्तिष्यति, अकर्तिष्यत् इति भवति. लुङ्लकारे लङ्लकारे वा केवलं दृट् इति कर्तिष्यति, अकर्तिष्यत्, कर्तिष्यति वा तावत् कक्ष्यति इति भवति. सृच्छति, चक्ष्यति वा चक्ष्यति, सृद्वति चेत् गुणः भवति प्रथमं, तदनन्तरम् एकपक्षे गुण यदागमः नास्ति, अन्यत् पक्षे यदागमस्ति. सो छक्ष्यति, छदिष्यति, तत्र यत्र यदागमः नास्ति तत्र खरीच अपि कार्यं करोति. सृद् जसति तत् तक्ष्यति, तदिष्यति, नृतति, नक्ष्यति, नक्ष्यति इति रूपाणि भवन्ति. गमे रिट् परस्मैपदेषु इति वयं जानीमः. गम् धातु वस्तुतः स्वभावेन अनिट् अस्ति, किन्तु विशेषसूत्रेण यदागमः भवति गमे रिट् परस्मैपदेषु. तो इति गम् धातु सकारादि आदधातुकप्रत्यपरे यदागमः भवति. सो अत्र केवलं स्य, केवलं स्य नास्ति, अपि स्टिच् प्रत्ययपरे अपि, ओ यत्र स्टिच् आदेशः भवति तत्र अपि भवति. सो अस्माकं प्रकृत अनेन भवति गमिष्यति इति रूपम् आगच्छति. गमिष्यति गमेरे परस्मै पदेषु इति आदधातुकप्रत्यय इति स्मर्तव्यम्. अतः यदि कृच् तुम्मन् अस्ति तत्र अन्यत् अस्ति तु रूपं भवति गन्ता, गन्तुं, गन्तव्यं, पर किन्तु स्य परे गमिष्यति इति रूपम् आगच्छति. तदनन्तरं परस्मैपदेषु इति किमर्थम् उक्तमस्ति भगिनी जानाति वा? केवलं परस्मैपदी भवतु किन्तु गम् धातुः परस्मैपदी एव अस्ति खलु, तर्हि वदनस्य परस्मैपदेषु वदनस्य का आवश्यकता? न जानामि, भावकर्मणो अस्ति तत्रापि परस्मैपदे भवति वा न जानामि, द्रष्टव्यम्। भावकर्मणो यत्र अस्ति तत्र भवति आत्मनेपदी साधु पश्यन्ती अस्मि, सङ्गमीषिता इति यत्र अस्ति अहं मन्ये तत्र गम् इति उभयपदी धातुः अस्ति वा? परस्मैपदी एव अस्ति, तत्र रूपं दति आत्मनेपदी व्यति सञ्जिगन्ते यत्र यङन्त यङ् रूपं भवति यङन्तधातूनामपि यत्र आत्मनेपदित्वं स्वीकरोति तत्र तु तत्रापि अस्य सूत्रस्य तत्र तु अस्य सूत्रस्य प्रसक्तिः भवति खलु, तत्र तु गमेरि परस्मैपदेषु इति इडागमः केवलं परस्मैपदी भवति, तत्र यत्र आत्मनेपदी भवति यद् उदाहरणं यङन्तधातूनां तत्र तु इडागमः विकल्पेन भवति इति मन्ये खलु, तत्र रूपाणि दत्तम् अस्ति आत्मनेपदी सङ्गसिष्ट सङ्गस्यते या विकल्पेन अस्ति साधु सङ्गं शिष्ट इति भवति स्यूतः उभयपदी इति पठितवन्तः वयं न किमर्थं तर्हि विकल्पद्वयं तु परस्मैपदी खलु तत्र तु किं भवति जङ्गमिष्यते इति अस्ति गम् धातु परस्मै गम्यते इति रूपं भवति किल गम्यते भवती कर्मणि वा गम्यते गम् यक् अस्ति भगिनी आत्म महोदयस्य करपत्रे आत्मनेपदे रूपाणि दत्तमस्ति गम् धातुतः संसिक्त सङ्गमस्यते सञ्जिगंसते सञ्जिगंसिष्यते अधिजङ् घास्यते अधिजङ्घासिष्यते तत्र किन्तु भगिनी अहं तत्र अष्टाध्यायी डाट् काम् मध्ये गत्वा तत्र यङन्तरूप पश्यामि चेत् तत्र इदं विभागमः कृतः इति अस्ति गमीषते सङ्गं तिष्ठ इति कीदृशरूपम् अस्ति सनन्त खलु समुपसर्गपूर्वक तत्र सनन्तः तु नितरान् आत्म परस्मैपदिनः आत्मनि परस्मैपदिनः तत्र यङन्ताः उदाहरणार्थं वृत्तकारे भगिनी अहं चिन्तयामि यत्र उपसर्गपूर्वम् अस्ति तत्र आत्मनेपदी यथा दत्तमस्ति पूर्वं पठितवन्तः तादृश आत्ममापने पठितं भवती वदतु ये रूपाणि यत् आत्मनेपदी अस्ति किं लकार अस्ति लकारकः अस्ति लकारः तु अत्र तु तत्र किम् अस्ति गमिष्यति सङ्गं शिष्यते इति तत्र तु लिट् लकारः एव अस्ति तस्य लिट् लकार अस्ति दृगमिष्यति इति सङ्गन्तदातु दृगमिष्यति अहं तु तत्र आत्मनेपदरूपं केन सूत्रेण आत्मनेपदे इति कानि रूपाणि सन्ति तत्र सूत्रं किमिति तत्र हा अत्र अस्ति भगिनि आत्मनेपदविधानं तमो गमि ऋचि प्रचि हरति तत्र सूत्रमस्ति 1329 आत्मनेपदविधायकम् अस्ति गम् इति गम् सम् इति उपसर्गात् गम् धातोः आत्मनेपदिप्रत्ययाः नियमिताः तत्र भवन्ति इति समो गमि ऋचि प्रचि स्वरि स्वरति स्वरति अर्ति श्रु विधिभ्यः इति अस्ति सूत्रम् तर्हि सङ्गच्छते इत्येव भवति खलु सङ्गच्छति न भवति सङ्गच्छते इति भवति सूत्रसङ्ख्या 1329 अस्ति महोदय I think even in this one, I think there is a way to add tatra. There was a way to add gamiri tatra. There is a way to add upasarga. But I think there is an error. They have put in both ubhayapadi itrupena dattavantaha. Sangachati, sangachati iti dattavantaha. अग्रे गच्छामः अस्तु अग्रे गच्छामः क्षम्यतां तदनन्तरं वृत्त वृद्ध श्रुद्ध स्यन्द् मणिमहोदय वदति वा महोदय हरि ओम् श्रूयते किम् क्षम्यतां महोदय वृत् वृत् वृद्ध स्वृद्ध स्यन्द् धातोः सकरादिप्रत्यय आर्धातुप्रत्यय षडाहम न भवति प्रश्नपदेषु स्यप्रत्यय अत्र इडाहम न भवति अतः रूपं भवति वर्त्स्यदि एव तदेव वृद्धो धातोः अपि वर्त्स्यदि वृद्ध तत्रापि सर्त्यदि इति रूपं भवति स्यन्त अपि सन्त्यदि इति इडाहम नास्ति इति सूत्रं दत्तम् अनन्तरं वृद्धः स्यनः स्यप्रत्यय सन् प्रत्यय चेदपि वृद्धादुः विकल्पेन परस्मविधि भवति अपि दत्तं वृद्ध वृद्ध वृद्ध स्वृद्ध स्यन्त् प्रत्ययः भवति परस्मैपदि भवति चेत् विकल्पेन भवति विकल्पेन परस्मैपदि यत्र भवति अनन्तरं यदा परस्मैपदि भवति तदा तु तत्र इडागमः न भवति किन्तु आत्मनेपदि चेत् तत्र तु इडागमः जायते यत्र वर्तिष्यते इति भवति किन्तु मृतधातोः वर्तिष्यते भवति किन्तु विकल्पेन यदा परस्मैपदि भवति तदा तु वत्स्यति इत्येव भवति तत्र तु इडागमः न भवति धन्यवादः महोदय. अग्रे तासि च कृपतत्तु वयं पूर्वमेव उक्तवन्तः खलु, परस्मैपदी क्लुप् इति यत्र अस्ति कृप् धातोः, तु वयं परस्म तत्र तु पुनः इडागमः न भवति इति पूर्वम् उक्तवन्तः. आत्मनेपदे अस्ति चेत् तत्र तु रूपद्वयं भवति, तत्र तु इडागमः जायते. अत्र तु विकल्पेन कृप् धातुः तत्र उभयपदी अस्ति वा? न श्रूयते, भवत्याः ध्वनिः सम्यक् नास्ति. विमला भगिनि क्षम्यतां भगिनि, ध्वनिः अस्ति भगिनि, भवती यदा म्यूट् करोति. अरुणा भगिनी किमपि वदन्ती अस्ति, उक्तवती वा भगिनि? सम्यक् न श्रूयते भगिनि, न श्रूयते भगिनि, तत्र मेटालिक् अस्ति भवत्याः ध्वनिः. बहिर्गत्वा आगच्छति वा एकवारम्? विमला भगिनी अन्म्यूट् करोतु. न न, अहं गन्तुमिच्छामि. अनुज्ञा भवत्याः अनुमतिं याचे. अद्य पारायणं नासीत् पात्र आगतवती? न न न, पारायणमस्ति महं, परन्तु भवत्याः सह तत् डिस्कशन् छूडनास्ति अपि च तयोः चर्चा भवत्याः सह कर्तव्यमासीत्, अनेन पारायणस्य कृते न गतवती. अहं प्रतिदिनं न गच्छामि, यदा भवति तदा एव. ट्यूस्डे वेनस्डे थर्स्डे त्रिवारमस्ति खलु, कदा एकवारं गन्तुं प्रयतिष्ये. श्वः गतवती, अद्य न गत. अहं स्वयं कुर्वती अस्मि. ओ एवं, यतोहि यदि उच्चारणस्य कृते यूट्यूब् मध्ये बहु सुन्दरमस्ति. अस्तु, भवत्याः ईमेल् मध्ये प्रेषयामि. ईमेल् अस्तु. आं भगिनि, धन्यवादः. अहं शुभरात्रि सर्वेषां, गच्छामि. तर्हि तदनन्तरं तु अधुना अतिदेशः इति. अतिदेशः तु तत्र त्रीणि सूत्राणि वर्तन्ते, गाङ्कुटादिभ्यो निन्नित् इति, अनन्तरं विजयिट् विभाषवर्णोः इति. गाङ्कुटादिभ्यो निन्नित् वदति यत्र णित् भिन्नप्रत्ययः, उदाहरणम् अधुना तु स्यप्रत्ययः अस्ति, स्यप्रत्ययपरे इङ्गधातोः स्थाने यत्र गाङ् इति आदेशः भवति तादृश गाङ् इति आदेशस्य तु, तदनन्तरं कुटादिगणेभ्यः धातुभ्यः च तत्र निद्वद् भवति इति कृत्वा गुणकार्यं न भवति इति. तत्र तेन किं भवति, अत्र तु अस्माकम् उदाहरणं किम् अस्ति, तत्र गाङ् इत्यस्य किं भवति, कुटादिगणस्य च उदाहरणानि न दत्तानि वा? अधोभागे गाङ्ग कुटादिगणे ये धातवः सन्ति, कुटादिगणे तत्र उच्यते, आवली अस्ति. तदनन्तरं विज् धातोः पुनः यत्र इडागमः अस्ति, तत्र इडादि यत्र इडादिप्रत्ययः विधीयन्ते यथास्य प्रत्ययः, तादृश इडादिप्रत्ययः सर्वेपि निद्वद्भवन्ति इति कृत्वा विज् इत्यस्य अपि विजिष्यति इत्येव भवति, वेजिष्यति इति न भवति, विजिष्यति इत्येव. विभाषोर्णोः ऊर्णु धातोः पुनः इडादिप्रत्ययः एकः भवति, सः तु विकल्पेन निद्वद्भवति इति कृत्वा रूपद्वयम्, ऊर्णविष्यति ऊर्णविष्यति इति रूपद्वयं. समीचीनम्. तदनन्तरं किम् आसीत्, तदनन्तरम् अग्रे तु सामान्य अङ्गकार्यम् इति कृत्वा गन्तदातुम् इति स्वीकृत्य क्रियते. तावद् विरमामः किम् अद्य? भगिनि, मम एकः प्रश्नः अस्ति, अस्माकं वेद् धातु आवली अस्ति न तत्र, धातु त्रिः अस्ति, धातु त्रिः तत्र अन्यदात् पक्षे शति परे त्रिंशति इति रूपं दत्तम् अस्ति, तत्र तत्र अत्रापि तत्र ऋद्धनोः स्येः इत्यनेन एकमेव रूपं भवति खलु, न वा? न, अत्र इति उपादायां ऋकारः नास्ति, किन्तु त्रिः इति स्त्रुः इति यत् अस्ति त्रुः स्त्रुः इति तत्रापि ऋतुनोः से इत्यस्य कार्यं भवति खलु वृः इति आम् अष्टाध्याय डाट् काम् मध्ये पश्यामि दत्तमस्ति इति वृः इत्यस्य पश्यामि लृट्लकारः अत्र तु रूपद्वयं दत्तमस्ति तत्र उपधायां नास्ति कृधातु या सृधातु अन्ते अस्ति अत्र तु उपधायामस्ति समीचीनं उपधायामस्ति पूर्वं चिन्तितम् अधुना स्मृतवान् भगिनी तृङ्गु धातोः किं प्रश्नः मम प्रश्नः अस्ति यत्र त्रिंशति इति रूपम् अस्ति तत् अनुस्वारस्य यै परसमानकार्यं न करोति वा त्रिंशति इति न भवति वा तत्र भवति खलु त्रिंशति इति भवति एव तथैव मया महोदय केवलम् अनुस्वार दत्तमस्ति अस्माकं तत्र सकारे परे तु त्रिंश तत्र अनुस्वार तत्र परसवर्णः नास्ति तत्र तु केवलं तत्र किम् अस्ति अनुस्वारः एव तिष्ठति किन्तु यद् शति अस्ति तत्र भवेत् तत्र किन्तु न जाने मम करपत्रे तु अहं तु कृतवती अस्तु परसवर्णं कृत्वा एव कृतवती त्रिंशति धन्यवादः अहं द्रष्टुम् इच्छितवती भवेत् तद् अनुसारे आं भगिनि अस्तु धन्यवादः धन्यवादः तर्हि विरमामः किम् अस्तु धन्यवादः धन्यवादः अग्रिमे वर्गे अपि महोदय अभ्यासः न समाप्तवान् अग्रिमे अस्तु पुनः तर्हि अग्रिमे वर्गे वयं पुनः पुनस्मरणं कुर्मः अस्तु साधु ओके धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः